अस्तु, तर्हि इदानीम् अस्माकं प्रथमं सर्वेषां स्वागतम् अस्माकं न्यायवर्गे. इदानीम् अस्माकं विषयः अस्ति अन्यथासिद्धनिरूपणम् इति. तत्र वयं गतसप्ताहे तृतीय अपि च चतुर्थ अन्यथा सिद्धविषये किञ्चित् दृष्टवन्तः. तर्हि संक्षिप्तरूपेण रामप्रिया भगिनी, किञ्चित् तृतीयविषये यद् वयं दृष्टवन्तः इत्युक्ते आकाशस्य अन्यथासिद्धत्वम् अस्ति परन्तु कालदिशयोः तथा नास्ति इति दृष्टवन्तः खलु, तस्मिन् विषये किञ्चित् वक्तुं शक्नोति वा? गतसप्ताहे अहं न आसं भगिनि, परन्तु तत्तु वयं पूर्वमपि दृष्टवन्तः किल आकाशः इति विषये. एकनिमिषं क्षम्यते. तृतीयसिद्धः, अन्यं प्रति पूर्ववृत्तित्वं गृहीत्वा एव यस्य यत्कार्यं प्रति पूर्ववृत्तित्वं गृह्यते तस्य तत्कार्यं प्रति अन्यथासिद्धत्वम् इति तृतीय अन्यथासिद्धस्य लक्षणवाक्यम् आसीत्. तत्र वयं शब्द आकाशः इत्यस्य विषये दृष्टवन्तः. आकाशः एव आकाश शब्दगुणकम् आकाशम् इति वयं पूर्वमपि दृष्टवन्तः. शब्दः समवाय कारणेन आकाशे अस्ति सम्बन्धेन, क्षम्यतां, सम्बन्धेन आकाशः शब्दं प्रति कारणम् इति. तत्र अन्यम् इति शब्दः इति स्वीकुर्मः, शब्दः प्रति पूर्ववृत्तित्वं, पूर्ववृत्तित्वम् इति इत्युक्ते तद् निकषत्रयम् इति यद् वयं दृष्टवन्तः, तद् यस्य आकाशस्य घटकार्यम् इति इदानीं घटकार्यं घटकार्यप्रति पूर्ववृत्तित्वं गृह्यते तस्य इत्युक्ते आकाशस्य तत्कार्यं प्रति अन्यथासिद्धत्वम् अस्ति. आकाशस्य अन्यथासिद्धत्वम् अस्ति इति तत्कार्यम् इत्युक्ते घटकार्यं प्रति अन्यथासिद्धत्वम् इति तृतीय अन्यथासिद्ध सिद्धत्वस्य लक्षणम् आसीत्. तर्हि तदनन्तरं किञ्चित् तत्र साधारणकारणस्य प्रसङ्गे दृष्टवन्तः खलु, तत्र दिक्कालयोः तत्र साधारणकारणम् इति सङ्ग्रह इति साधारणकारणानि इति स इति गुच्छे दिक् अपि च कालः तेषां सङ्ग्रहणं भवति परन्तु परिगणनं भवति परन्तु आकाशस्य न इति. तत् किमर्थम् इति स्मरति वा? न भगिनि, गतसप्ताहे एव अभवत् किल. अस्तु, तर्हि सरला भगिनी तस्मिन् विषये किञ्चित् वदति वा? भगिनि, यथा कालं स्वीकृत्य यदि वयं कार्यं कुर्मः तस्य कालविशेषसम्बन्ध कालविशेषणता सम्बन्धेन वयं वदामः. देश अपि देशविशेषणता सम्बन्धः भवति, किन्तु आकाशे इति कोऽपि सम्बन्धः नास्ति, अतः साधारणकारणम् इति न स्वीकृतं भवति आकाशे. सत्यम् इत्युक्ते अस्मिन् काले भवति, अस्मिन् देशे भवति, परन्तु आकाशे वयं न अस्मिन् आकाशे अहं घटस्य निर्माणं करोमि इति न व्यवहारे इति न वदामः. अतः साधारणकारण आकाश उद्देश्य साधारणकारणं न भवति. धन्यवादः भगिनि. अनन्तरं लक्ष्मी भगिनी, चत्र चतुर्थ विध अन्यथा सिद्धविषये किञ्चित् वक्तुं शक्नोति वा? आं भगिनि, चतुर्थविध अन्यथा सिद्धमस्ति यत्र यत्र उच्यते जनकस्य जनकः जनकस्य जनकः अपि इति कारणं भवति वा न? यदि घटं स्वीकुर्मः चेत् घटं प्रति कुलालः कुलालः अन्यथा कुकुलालः कारणमस्ति. कुलालस्य पिता तस्य तस्य सः अपि कारणत्वेन स्वीकुर्मः वा न इति. तत्र तत्र दृष्टिद्वयमस्ति. एकः अस्ति यदि कुलालस्य पिता अपि कुलालः तत्र सः कुलालत्वेन सः घटं प्रति कारणं भवति. किन्तु यदि वः यदि सः चरक कुलालस्य पिता इति स्वीकुर्मः चेत् तस्मिन् दृष्ट्या सः केवलं तया दृष्ट्या सः केवलं चतुर्थ अन्यथा सिद्धम् अन्यथा सिद्धः इति संक्षेपेण तत्र वाक्यमस्ति. स्वजन्यता निरूपित जनकता निरूपित जनकता जनकतावत्वं चतुर्थम् अन्यथा सिद्धमिति. स्व इति अत्र घटं स्वजन्यतानिरूपित निरूपितः निरूपितजनकता इति सः कुलालः स्वजन्यतानिरूपितजनकता निरूपितः कुलालस्य पिता कुलालस्य पिता तत् जनकता कुलालस्य कृते जनकता अस्ति इति स्वजन्यनिरूपिता जनकता निरूपित जनकतानिरूपितजनकतात्वम् इति अस्तु. तत् सम्यक्तया न उक्तं भगिनि, पुनः प्रयत्नं करोमि. अस्तु, स्वजन्यता स्व इति कथं स्वजन्यतानिरूपित स्वजन्यतानिरूपितजनकता इति लक्षणं कुलाले अस्ति. स्वजन्यतानिरूपितजनकतानिरूपित जनकता कुलालस्य पितरे अस्ति जनकतावत्त्वम् इति वत्प्रत्ययं योजनेन तत्र जनकतावत्त्वम् आगच्छति. सो तस्मिन् कुलस्य पिता चतुर्थम् अन्यसिद्धः भवति. यदि सः अपि कुलालः अस्ति तत् सः अपि घटं प्रति कारणं भवति. बहु सम्यक् महोदय, तावदेव. अपि च अन्य केनापि आगतं वा मध्ये? 410 सङ्ख्या अस्मि. 410 मम सङ्ख्या नास्ति, परन्तु भवती अस्ति इति जानामि. भवती अपि च लक्ष्मी भगिनी वर्धिनी अस्मि. वर्धिनी भगिनी, अस्तु. अस्तु, अपि च गतकक्षायां तत्र पूर्ववर्तिताम् अपरिज्ञाय न यस्य गृह्यते इति वाक्यस्य विषये किञ्चित् कश्चन प्रश्नः आगतः. तर्हि तस्य विषये महोदयेन किञ्चित् स्थापितं, तत् पठित्वा अग्रे पञ्चम अन्यथा सिद्धम् इति यः भागः अस्ति तस्मात् पठेम. तर्हि राजेन्द्रमहोदय, भवान् पठति वा तत्र तदर्थं श्लोके उक्तम् इति भागः अस्ति खलु? पञ्चम अन्यथा सिद्धमः चतुर्थम् अन्यथा सिद्धमः इति परिच्छेदः तस्य अनन्तर यत् परिच्छेदः यः परिच्छेदः अस्ति तत्र द्वितीयं वाक्यं तदर्थं श्लोके उक्तं जनकं प्रति इति वाक्यं घटकार्यं प्रति कुलालः कारणं तदनन्तरं वा भगिनि? कुलालस्य पिता स्वस्य तत्र चतुर्थम् अन्यथा सिद्धमाह इति परिच्छेदः अस्ति खलु, पश्यति वा तत्? तदनन्तरं यद्वस्तु यस्य कार्यस्य उत्पादकम् ओ यत् कार्यं यत् कार्यजनकं प्रति पूर्ववर्तितं गृहीतम् एव यस्य कार्यं प्रति तत् भगिनि न न तत्र द्वितीयं परिच्छेदं तस्मिन् भागे पश्यति वा यद्वस्तु यस्य कार्यस्य उत्पादकं प्रति कारणमस्ति आमां यत् यत् वस्तु यस्य कार्यस्य द्वितीयं वाक्यं तदनन्तरं द्वितीयं वाक्यं तदर्थं श्लोके उक्तं जनकं प्रति जनकं प्रति पूर्ववृत्ति वृत्तितं परिज्ञाय न यस्य गृह्यते किञ्चित् प्रथमवाक्यस्य विषये अपि किञ्चित् वदामि वा भगिनि तत् किञ्चित् तत् न आवश्यकता नास्ति इदानीं तदेव वयं चर्चितवन्तः तत्र केवलं तत्र वाक्यस्य विषये एव तत्र किञ्चित् महोदयेन प्रतिपादितं तत् दृष्ट्वा जनकं प्रति पूर्ववृत्तितां परिज्ञाय न यस्य गृह्यते जनकं प्रति इत्युक्ते घटजनकम् अपि च कुलालः अग्रे पठतु महोदय जनकं प्रति पूर्ववर्तिता ज्ञानम् इति जनकं प्रति पूर्ववर्तिता ज्ञानं विना यस्य पूर्ववर्तिता न ज्ञायते इति अर्थः तावत् वा भगिनि न सम्पूर्णं पठतु पठित्वा किञ्चित् प्रतिपा जनकं नाम घटरूपकार्यं प्रति कुलालजनकः तं जनकं प्रति पूर्ववृत्तिता ज्ञानं नाम कुलालपितुः कुलालं प्रति या पूर्ववृत्तिता तादृशपूर्ववृत्तिता ज्ञानं विना यस्य घटकार्यं कार्य प्रति पूर्ववृत्तिता न ज्ञायते सः घटरूपकार्य प्रति अन्यथा सिद्धः अतः जनकं प्रति पूर्ववृत्तिता अपरिज्ञाय न यस्य गृह्यते सः अन्यथा सिद्धः अस्तु अस्तु प्रयत्नं करोमि तत्र जनकं प्रति पूर्ववृत्तिता ज्ञानं विना यस्य पूर्ववृत्तिता न ज्ञायते जनकं प्रति इत्युक्ते कुलालस्य प्रति पूर्ववृत्तिता ज्ञानं विना कुलालपितुः यस्य पूर्ववृत्तिता ज्ञानं विना यस्य यः कुलालपिता अस्ति तस्य ज्ञानं तथा तादृशी ज्ञानं न अस्ति चेत् अस्ति चेत् तत् पूर्ववर्तिता न ज्ञायते इति अर्थः तस्य यथा पूर्वं वाक्यम् आसीत् जनकं प्रति पूर्ववर्तिताम् अपरिज्ञायते अस्य अर्थः दीयते अत्र जनकं प्रति यः पूर्ववर्तिता ज्ञानं कुलालपितृ अस्ति तस्य ज्ञानं विना सा पूर्ववर्तिता न ज्ञायते न ज्ञायते यथा न जानीमः कुलालपिता का अस्ति तत् न जानीमः तत् पूर्ववृत्ति एकक्षणं महोदय तत्र जनकम् इत्युक्ते किं जनकं प्रति घटजनकम् इत्युक्ते कुलालः कुलालस्य प्रति यः कुलाल पितुः पूर्ववृत्तिता अस्ति तस्य ज्ञानं विना तत् न तत् ज्ञानं विना सा पूर्ववृत्तिता न ज्ञातुं शक्नुमः यदि अस्माभिः न ज्ञायते कुलालपिता कः अस्ति तदा तस्य पूर्ववृत्तिता ज्ञाने सति तस्य पूर्ववृत्तिता न ज्ञातुं शक्नुमः तथैव अत्र लिखितमस्ति जनकं प्रति पूर्ववृत्तिताम् अपरिज्ञाय न यस्य गृह्यते जनकं प्रति यस्य पूर्ववृत्तिता अस्ति तत् तत् अज्ञाने सति तत् न कुलालपितुः तत्र न गृह्यते यथा अस्माभिः न जानीमः तत्र जनकस्य पिता कुलालस्य पिता कः अस्ति जनकं नाम घटरूपकार्यं प्रति कुलालजनकः तत् इदानीम् एव उक्तं जनकं प्रति जनकम् इत्युक्ते घटरूपकार्यं प्रति कुलालजनकः तं जनकं कुलालस्य प्रति पूर्ववृत्तिता ज्ञानम् इत्युक्ते कुलालपितुः कुलालं प्रति या पूर्ववृत्तिता तत् तादृशपूर्ववृत्तिता ज्ञानं विना तादृशी पूर्ववृत्तिता न अस्ति चेत् यः कुलालपितुः तस्य कुतुः कुलालपितुः कुलालं प्रति यः पूर्ववृत्तिता अस्ति तस्य ज्ञानं न भवति न अस्ति चेत् तत् तत् सः घटरूपकार्यं प्रति अन्यथा सिद्धः सः कुलालपिता तु अन्यथा सिद्धः अस्ति घटरूपकार्यं प्रति साक्षात् कारणं नास्ति सः अन्यथा सिद्धः अस्ति अतः जनकं प्रति पूर्ववृत्तितम् अपरिज्ञायिनः यस्य विद्यते सः अन्यथा सिद्धः तत् मूलवाक्यमस्ति तत्र येन वयं जानीमः जनकं प्रति कुलालस्य प्रति कुलालपितुः पितुः पूर्ववृत्तितां न जानीमः तथा तं कारणेन कारणं सः कारणम् अस्ति तत् न गृह्यते यथा सः कुलालपिता अन्यथा सिद्धः न जानामि भगिनी सम्यक्तया उक्तं वा न बहु सम्यक् महोदय तावदेव तत्र विषयः इति तत्र तत्र अपरिज्ञा पूर्ववर्तिताम् अपरिज्ञाय न यस्य गृह्यते इति तत्र अपरिज्ञाय न इति अस्ति इति कृत्वा तत्र प्रश्नः आगतः तदर्थमेव मम महोदय किञ्चित् संयोजितवान् इति चिन्तयामि तावदेव तत्र अधिकः विषयः नास्ति तस्मात् धन्यवादः महोदय तर्हि अग्रे सरेम एतावत्पर्यन्तं प्रश्नः अस्ति वा अस्तु तर्हि सन्ध्या भगिनी भवती पठति वा तत्र पञ्चमान्यतः शुद्धमाः इति भागः आं भगिनि पञ्चमान्यथा सिद्धमाः अतिरिक्तमिति अवश्यक्लुप्तनियतपूर्ववर्तिन एव कार्यसम्भवे तद्भिन्नम् अन्यथा सिद्धम् इत्यर्थः अत एव प्रत्यक्षे महत्त्वं कारणम् अनेकद्रव्यवत्त्वम् अन्यथा सिद्धं तत्र हि महत्त्वम् अवश्यक्लुप्तं तेन अनेकद्रव्यत्वम् अन्यथा सिद्धम् इति पञ्चमम् अन्यथा सिद्धनिरूपणम् तर्हि अत्र पञ्चमान्यथा सिद्धस्य तत्र लक्षणवाक्यम् अस्ति इति दृश्यते अतिरिक्तम् इति यद् पूर्वं श्लोके अस्ति तर्हि अत्र अवश्यक्लुप्तनियतपूर्ववर्तिनः एव किमपि वक्तुम् इच्छति वा भगिनि न भगिनि हा हा अस्तु अवश्यक्लुप्तनियतपूर्ववर्तिनः एव कार्यसम्भवे तद्भिन्नम् अन्यथा सिद्धम् इत्यर्थः तर्हि यद् अवश्यक्लुप्तनियतपूर्ववर्ती अस्ति कार्यसम्भवार्थं यः कार्यसम्भवे अवश्यक्लुप्तनियतपूर्ववर्ती अस्ति तद्विहाय तद्भिन्नम् इत्युक्ते तद्विहाय यत्किमपि अन्यदस्ति तद् अन्यथा सिद्धम् इति एतस्य वाक्यस्य तत्र स्थूलार्थः अग्रे तस्य विषये इतोपि अस्ति इति मन्ये अतः एव प्रत्यक्षे महत्त्वं कारणं तर्हि अत्र उदाहरणमस्ति तत्र प्रत्यक्षम् इति क्षम्यतां प्रत्यक्षम् इति कार्यं तत्र महत्त्वम् इति तत्र कारणम् अस्ति किन्तु तत्र अनेकद्रव्यवत्त्वम् इति यदस्ति तद् अन्यथा सिद्धम् इत्युक्ते अत्र प्रत्यक्षमिति यत् कार्यमस्ति तत्र कारणं महत्त्वम् इत्युक्ते महत्परिमाणम् अस्ति अपि च अनेकद्रव्यवत्त्वम् अस्ति तयोः किं तत्र कारणं भवति इति अस्ति चेत् तत्र महत्त्वम् एव कारणमस्ति प्रत्यक्षनिमित्तं तत्र अनेकद्रव्यवत्त्वं तु अन्यथा सिद्धम् अस्ति किमर्थम् इति अग्रे अस्ति तत्र हि महत्त्वम् अवश्यक्लुप्तं तेन अनेकद्रव्यवत्त्वम् अन्यथा सिद्धं तत्र महत्त्वम् अपि च अन्यथा सिद्ध क्षमतां महत्त्वमपि च अनेकद्रव्यवत्त्वम् इति द्वयं यद् कारणम् इति अस्ति प्रत्यक्षस्य तयोः अवश्यक्लुप्तम् अस्ति महत्त्वं तत्र अवश्यक्लुप्तं किम् इति अग्रे सम्यक् न हरि ओं भगिनि. हा वदतु भगिनि. सम्यक्. न जाने केवलं मम वा इति अन्येपि तथा श्रूयते भगिनि. श्रूयते. सम्यक् एव श्रूयते. अस्तु अस्तु. प्रायः मम एव बाधा आसीत्. ओ अस्तु. तर्हि अत्र महत्त्वम् अपि च अनेकद्रव्यवत्वम् इति यद् अस्ति तयोः महत्त्वम् इत्युक्ते महत्परिमाणवत्वम् इति तत्र अवश्यक्लुप्तत्वं तस्मिन् अस्ति महत्त्वे इति अस्ति इति कृत्वा महत्त्वम् अवश्यक्लुप्तम् अस्ति. अवश्यक्लुप्तं किम् इति अग्रे वयं पश्यामः. परन्तु महत्त्वम् अपि च अनेकद्रव्यवत्वम् इत्यनयोः अवश्यक्लुप्तम् अस्ति महत्त्वम्. अतः तेन कारणत्वं तत्र सिद्ध्यति. तत् कारणं तत् पर्याप्तं भवति. अनेकद्रव्यवत्वम् इति इदानीं कारणत्वम् इति तस्मिन् आवश्यकता नास्ति इति कृत्वा अनेकद्रव्यवत्वम् अन्यथा सिद्धम् इति अस्ति. एतदेव पञ्चमम् अन्यथा सिद्धम् इत्यस्य विषये एतदस्ति. तस्य अग्रे इतोपि वयं पठामः. धन्यवादः भगिनि. अग्रे तत्र श्लोकभागः समापयितुं शक्नोति वा? तत्र न च वैपरीत्ये इति वा? सत्यं सत्यं. न च वैपरीत्ये किं विनिगमकम् इति वाच्यं महत्त्वजातेः कारणतावच्छेदकत्वे लाघवात् इति. तर्हि अत्र प्रायः एवमस्ति. वैपरीत्यम् इत्युक्ते कथ किमर्थम् अनेकद्रव्यवत्वम् इत्येव वयम् अन्यथा तत्र कारणम् इति न स्वीकुर्मः. महत्त्वम् अन्यथा सिद्धं भवतु तत्र इति. तर्हि द्वयोः मध्ये तत्र विपरीतत्वेन किमर्थं न स्वीकुर्मः इति चेत् तत्र महत्त्वत्वम् इति जातिः अस्ति. तस्मिन् जातौ यद् कारणतावच्छेदक धर्मः अस्ति महत्त्वत्वम् इति तस्य स्वीकरणे लाघवमस्ति. अनेकद्रव्यवत्वम् इति स्वीकुर्मश्चेत् तत्र लाघवं नास्ति गौरवम् अस्ति इति कृत्वा द्वयोः मध्ये महत्त्वम् इत्येव वयं स्वीकुर्मः लाघवार्थम् इति एतद् वाक्यं वदति इति मन्ये. सम्यक्. अस्तु. तर्हि अग्रे राजेन्द्रमहोदय किञ्चित् अग्रे पठितुं शक्नोति वा? प्रयत्नं करोमि भगिनि. भगिनि तानि इदानीं यः भगिनी पठित्वा वैपरीत्ये किं तत् प्रतिपक्षिणः आक्षेपयति वा? हा सत्यम्. अग्रे आगच्छति. एवं कुर्मः, यः श्लोकभागः अत्र दीयते तत् केवलम् एकवारं पठेम. इत्युक्ते तस्य प्रतिपादकम् इति आवश्यकता नास्ति. तत् पठित्वा अग्रे एतत् सर्वं पुनः आगच्छति तत्र तत्र विस्तारेण तत्र प्रायः तत्र पठितुं शक्नुमः इति कृत्वा एकवारं केवलम् एवमेव श्लोकभागं पठतु महोदय. रासबादि यद्यपि यत् किञ्चित् घटव्यक्तिं प्रति रासबस्य नियतपूर्ववृत्तितम् अस्ति तथापि घटजातीयं प्रति सिद्धकारणभावैर्दण्डादिभिरेव तद् व्यक्तेरपि सम्भवे रासभो अन्यथा सिद्धः इति भावः. एतेषु पञ्चस्य अन्यथा सिद्धेषु मध्ये पञ्चमो अन्यथा सिद्ध आवश्यकः. तेन एव परेषां चरितार्थत्वात् तथा हि दण्डादि आवश्यकनियतपूर्ववृत्ति एव कार्यसम्भवे दण्डत्वादि एकम् अन्यथा सिद्धं न च वैपरीतैः किं विनिगमकम् इति वाच्यं दण्डत्वस्य कारणान्तरे घटितपरम्परया सम्बन्धत्व स्वकल्पने गौरवात्, एवम् एवम् अन्येष अन्येषाम् अपि अपि न ए नैव चरितार्थत्वं सम्भवति इति बोध्यं. किञ्चित् सम्यक्तया न पठितवान् भगिनि. चिन्ता नास्ति महोदय, तत्र एवमेव केवलम् एकवारं पठेम इति एव चिन्तितवती. तर्हि अग्रे पठतु तत्र अस्मिन् विषये इति. अस्मिन् विषये आरम्भे श्लोके उक्तमस्ति, अतिरिक्तं तथापि अतिरिक्तं तापि यद् यद् भवेन् नियता आवश्यकपूर्वभाविनः, इत्युक्ते नियता आवश्यकपूर्वभाविनः अतिरिक्तं यत् तत् अन्यथा सिद्धं भवेत्. नियमेन कार्यात् प्राक् यावन्ति वस्तूनि भवन्ति तेषु यानि आवश्यकानि इति मन्यामहे, तद् अतिरिक्तं यत्किमपि स्यात् तत् पञ्चमविध अन्यथा सिद्धं. घट उत्पत्तौ दण्डः, चक्रं, कुलालः, मृत्तिका इत्यादिकम् आवश्यकम् अवश्यं नियमितरूपेण भवति. तेषां समवधानेन अपि यदि घटनिर्माणं सम्भवति तर्हि तानि अतिरिच्य यत्किमपि उपस्थितं स्यात् तत्सर्वम् अन्यथा सिद्धम् इति बोध्यम्. तात्पर्यम् इदं यत् कार्य उत्पत्तेः उत्पत्तौ येन केवलं नियतपूर्ववृत्तिनः अपि तु आवश्यकाः अस्माकं मतेन तानि एव कारणत्वेन स्वीकुर्मः. तद् अतिरिक्तं यत् सर्वम् अन्यथा सिद्धम्. अस्तु अस्तु, इदानीं प्रयत्नं करोमि. अस्मिन् विषये आरम्भे श्लोके लिखितम् आसीत् अतिरिक्तं सापि यद् यद् यद् भवे यद् भवे नियत आवश्यकपूर्वभाविनः, ये वस्तूनि तत्र घटनिर्माणसमये तत् या कोऽपि कार्यमस्ति तत् सन्ति, तत् या नियत आवश्यकपूर्वभाविनः ये वस्तूनि सन्ति तान् अतिरिक्त यत्किमपि भवति ते तान् हा यत्किमपि भवति ते अतिरिक्तः एव भवन्ति. इत्युक्ते नियत आवश्यकपूर्वभाविनः अतिरिक्तं यत् तत् अन्यथा सिद्धं भवेत्. अतः पुनः तथैव उक्तं नियत आवश्यकपूर्वभाविनः ये वस्तूनि सन्ति तान् अतिरिक्त यत् तत् भवति यत्किमपि अन्यत् भवति तत् अन्यथा सिद्धम् एव भवेत्. नियमेन कार्यात् प्राक् यावन्ति वस्तूनि भवन्ति, का यथा अस्माकं त्रयः निक्षाः सन्ति, कार्य सदैव भवेत्, कार्यपूर्वम् एव भवेत्, सर्वदा भवेत्. तत् तानि त्रीणि निक्षाः ये आसन् सन्ति तत् नियमेन कार्यात् प्राक् यावन्ति वस्तूनि भवन्ति, यत्किमपि तत्र पिपीलिका भवतु अथवा रासवः भवतु अपि च कुलालपिता भवतु, तत् तेषु वस्तूनि तत्र यत्किमपि आवश्यकानि सन्ति यथा दण्डः, चक्रः, कुलालः इति मन्यामहे, तद् अतिरिक्तं यत्किमपि स्यात् अस्मिन् उदाहरणे यथा पिपीलिका, कुलालपिता, रासभा, यत्किमपि स्यात् तत् पञ्चमविध अन्यथा सिद्धम् अस्ति. घटोत्पत्तौ दण्डः, चक्रं, कुलालः, मृत्तिका इत्यादिकम् अवश्यं नियमितरूपेण भवति. तत् यत्र घटोत्पत्तिः भवति तत्र दण्डचक्रकुलालः मृत्तिका इत्यादिकं तत् नियमितरूपेण भवन्ति. तेषां सम अवधानेन यदि घटनिर्माणं सम्भवति, ये यावन्तः तत्र ते सामग्र्यः सन्ति आसन् सन्ति तत् तेन एव घटनिर्माणं सम्भवति. तत् अतिरिच्य यत्किमपि तत् उपस्थितम् अस्ति स्यात् तत् सर्वम् अन्यथा सिद्धम् इति बोध्यम् इति अस्माभिः ज्ञातव्यम्. तात्पर्यम् इदं यत् काय उत्पत्तौ येन केवलं नियतपूर्ववर्तिनः अपि तु आवश्यकाः, अत्र न तु वस्तूनि ये वस्तूनि या या यानि वस्तूनि तत् नियतपूर्ववर्तिना तु भवेत् परन्तु अपि तु आवश्यकाः अपि भवेत् अस्माकं मतेन तान् एव कारणतेन स्वीकुर्मः ये आवश्यकाः नियत आवश्यकाः वर्तिना सन्ति ते एव अस्माकं कृते कारणत्वेन स्वीकुर्मः अस्माभिः स्वीकुर्मः तद् अतिरिक्तं यत्किमपि तत् सर्वं यत्किमपि तत्र अस्ति तत् ते सर्वे अन्यथा सिद्धाः एव भवन्ति. सम्यक्. तत्र वयं पूर्वं नियतपूर्ववृत्तित्वम् इति दृष्टवन्तः. इदानीं तत्र आवश्यकम् इति अपि एकं तत्र पदं संयोजितं खलु. तत्र आवश्यकं नाम किम् इत्युक्ते तत्र नियमेन यद्भवति अपि च तस्य आवश्यकता अपि अस्ति इति अस्ति चेत् तदेव कारणं. तदतिरिक्तं सर्वं तत्र अन्यथा सिद्धम् एव इति अत्र वदति. तर्हि अत्र यदा दण्डः द्वयं वा मृत्तिका अधिकम् अस्ति चेत् अपि तद् कारणत्वेन स्वीकुर्मः वा अन्यथा सिद्धम् इति अतिरिक्तम् अस्ति इति? हा सत्यं भगिनि. इत्युक्ते दण्डद्वयम् अस्ति चेत् एकेन दण्डेन एव घटनिर्माणं भवति. तद्विहाय यत् अतिरिक्तम् अस्ति तत्तु अन्यथा सिद्धमेव. तत् कारणम् इति न वदामः खलु. इत्युक्ते यत्र यत्र दण्डत्वम् अस्ति तत्र सर्वत्र घटकारणत्वं भवेत्. परन्तु घटकारणं भवति वा इति चेत् तत्र कारण सामग्र्याम् अस्ति चेत् एव तत् कारणम् इति भवति. ये यावत् तत् स्वरूपयोग्यतम् अस्ति तत् सः कारणः यदा कारणत्वेन यस्य घट व्यक्ति घटविशेषस्य प्रति कारणं न भवति तथापि यथा यावत् तत्र स्वरूपयोग्यता अस्ति तावत् तु घटजातीयं प्रति तस्य कारणत्वं तु अस्ति एव. एवं वा? हा इत्युक्ते तत्र दण्डत्वम् अस्ति चेत् तत्र घटकार्यं प्रति कारणता भवेत्. परन्तु तत्र यदा तस्य उपयोगं भवति तदा एव तत्र कारणम् इति स्वीकुर्मः खलु. यतोहि तत्र लघुदण्डः अस्ति चेत् तत् प्रायः कारणं न भवति. लघुदण्डः अस्ति तदा तावत् तत्र स्वरूपयोग्यतम् अपि न भवति. यदा न भवति तदा तु तस्य कारणं न स्वीकर्तुं शक्नुमः. सत्यं. स्वरूपयोग्यता नास्ति चेत् कारणत्वमेव नास्ति. आम् दृष्टान्ते यद्यपि कुत्रचित् घटस्य निर्माण अवसरे मृत्तिकायाः आनयनं गर्दभेन सञ्जातम् इत्यस्मात् घटनिर्माणस्थले गर्दभः अपि उपस्थितः जातः. तदापि तस्य गर्दभस्य सर्वघटकार्याधिकरणे उपस्थितिः न सम्भवति न वा आवश्यकी. दण्डः चक्रं कुलालः इत्यादयः अवश्यं नियमितरूपेण भवन्ति. तेषां विना च घटः न सम्भवति इत्यस्मात् इमानि एव कारणरूपेण स्वीक्रियन्ते. गर्दभः अन्यथासिद्धः निष्प्रयोजनश्च. तथैव पिपीलिका इत्यादिकं यत्किमपि एवमेव कार्याधिकरणे उपस्थितं भवति तत् सर्वम् अन्यथासिद्धम्. तत्र उदाहरणरूपेण दत्तमस्ति यद् वयं यदा घटनिर्माणसमये मृत्तिकायाः आनयनार्थं गर्दभस्य उपयोगं कुर्मः. अनन्तरं गर्दभः तु घटनिर्माणस्थले तस्य उपस्थितिः भवति चेदपि सः तु तस्मिन् घटकार्यस्य घटनिर्माणस्य आवश्यकः वस्तु नास्ति, पदार्थः नास्ति. सः तस्य तु उपस्थितिः नास्ति चेदपि घटनिर्माणं तु भवति एव. दण्डः चक्रं कुलालः तु तस्य तु नियमितरूपेण यत् ते भवन्ति चेदेव घटनिर्माणं तु भवति, अतः तेषां विना घटः न सम्भवति इति वयं जानीमः. अतः ते एव कारणरूपेण वयं स्वीकुर्मः. गर्दभः तु अन्यथा सिद्धः. किमर्थम् इत्युक्ते निष्प्रयोजनः, तस्य प्रयोजनं नास्ति इति कृत्वा. तादृशमेव पिपीलिका अपि कार्यादिकरणे तस्य उपस्थितम् अस्ति चेदपि तद् अन्यथा सिद्धम् अस्ति. पिपीलिका तु सम्यक् एव भगिनी, परन्तु गर्दभः तु मृत्तिका आनयनस्य उपयोगं कृतवन्तः किल. हा, परन्तु गर्दभः नास्ति चेदपि घटनिर्माणं भवति खलु, इत्युक्ते कुलालः स्वयमेव मृत्तिकाम् आनयितुं शक्नोति. परन्तु पिपीलिका अनन्तरं गर्दभः समानस्थले वयं वक्तुं न शक्नुमः किल. इत्युक्ते तत्र वस्तुतः वक्तुं शक्नुमः खलु, तदर्थमेव तत्र तादृशं लिखितमस्ति इति चिन्तयामि. यतोहि यथा पिपीलिकायाः उपयोगः नास्ति घटनिर्माणप्रसङ्गे, वस्तुतः तद्वदेव गर्दभस्यापि. इत्युक्ते गर्दभः तु मृत्तिकाम् आनयति, परन्तु गर्दभः नास्ति चेत् अपि अन्य केनापि मार्गेण प्रायः कुलालः मृत्तिकां स्वीकरोति. तर्हि तत्र गर्दभः नास्ति चेत् अपि घटनिर्माणकार्यं प्रचलति एव, परन्तु कार्यं प्रचलति एव, परन्तु दण्डः अथवा चक्रम् इत्यादीनि कारणानि न सन्ति चेत् तत्र घटनिर्माणं न भवति खलु. इत्युक्ते कुलालः नास्ति चेत् घटनिर्माणं न भवति, तद्वत् कपालः नास्ति चेत् घटनिर्माणं न भवति. तादृशं गर्दभः नास्ति खलु. अपि च तत्र यद् रामप्रिया भगिनी वदति, तत्र गर्दभः यद्यपि मृत्तिकाम् आनयति तस्मिन् समये तस्य आवश्यकता नास्ति चेदपि तत्र सः तस्मिन् समये न आवश्यकः सः, तत्र नास्ति चेदपि घटनिर्माणं भवति एव इति इति कृत्वा तस्य आवश्यकता तत्र नास्ति. भगिनी, उदाहरणत्वेन एवमपि चिन्तयितुं शक्नुमः, यदा कुलालः तत्र कार्यानेन आगच्छति घटनिर्माणं कृते, परन्तु कार्यानं तत्र अस्ति परन्तु अन्यथा सिद्धा एव भवति, तत्र तस्य कोऽपि प्रयोजनं आवश्यकः नास्ति. सम्यक्. इत्युक्ते कार्यानेन अपि तत्र मृत्तिकाम् आनयितुं शक्नोति खलु कुलालः. यदा वयं जलं स्वीकुर्मः एतत् घटनिर्माणसमये, तत्र किमपि पात्रम् अस्ति तदपि अन्यथा सिद्धम् इति स्वीकुर्मः वा? जलमेव आवश्यकं तद् सत्यम् अतिरिक्तम् इति एव प्रायः स्यात्. इत्युक्ते जलं तत्र पात्रं नास्ति चेदपि भिन्नरीत्या जलम् आनेतुं शक्नुमः खलु. अस्तु, इत्युक्ते तदर्थमेव तत्र अवश्य इति पदमस्ति, संयोजितमस्ति खलु. तत्र पूर्वस्मिन् तत्र प्रथमवाक्ये अवश्यक्लुप्तनियतपूर्ववर्तिनः इति, इत्युक्ते केवलं नियतपूर्ववृत्तिनः नास्ति परन्तु अवश्यम् अपि स्युः इति. तर्हि तत्र केवलं नियमेन पूर्वम् अस्ति चेत् तत् कारणं न भवति, परन्तु तस्मिन् आवश्यकता अपि भवेत्. तर्हि पात्रे तादृश आवश्यकता अस्ति वा इति चिन्तनीयं, तथा नास्ति चेत् तत् कारणं न भवति. परन्तु जले प्रायः तादृश आवश्यकता अस्ति खलु, जलं नास्ति चेत् तत्र कपालनिर्माणम् अथवा घटनिर्माणं न भवति. mm. तर्हि अग्रे सरला भगिनी भवती पठति वा? आं भगिनि, तदर्थम् उक्तं रासभादीरिति, यद्यपि यत्किञ्चित् घट्ट व्यक्तिं प्रति रासभ्यस्य नियतपूर्ववर्तित्वम् अस्ति, तथापि घटजातीयं प्रति सिद्धकारणभावैः दण्डादिभिः एव तद्व्यक्ति तद्व्यक्तिः अपि सम्भवे रासभो अन्यथा सिद्धमिति भावः। नाम यद्यपि कमपि घटं प्रति रासभ्यस्य नियतपूर्ववर्तित्वम् अस्ति, तथापि घटजातीयं प्रति तद्व्यक्तेरपि व्यति उत्पत्तौ रासभ अन्यथा सिद्धं दण्डादीनां सिद्धकारणत्वात्। रासभ आदि इति रासभ आदि इति यदि भव सर्वे इदानीं उक्तवन्तः यथा कारयानं वा अपि जलं वा जलपात्रमिति ते सर्वे आदि इति पदे आगच्छन्ति। यद्यपि यत्किञ्चित् घटव्यक्तिं प्रति रासभस्य नियतपूर्ववृत्तित्वम् अस्ति, नियतपूर्ववृत्तित्वम् इति नियमेन येः घटस्य कार्यं प्रति घटव्यक्तिम् इति घटकार्यं प्रति नियमेन तस्य पूर्वं सन्ति कार्याधिकरणे किञ्चिदपि रासभ्यस्य अन्यथा पूर्व तस्य रासभ अपि यदि अस्ति पूर्वं घट कार्याधिकरणे, तथापि घटजातीयं प्रति सिद्धकारणभावै दण्ड आदि एव व्यक्तेः सम्भवे रासभो अन्यथा सिद्धं। किन्तु घटजातीयम् अत्र अस्ति यत्र कुत्रापि घटनिर्माण घटजाती स्वीकृतः घट कुत्र अपि भवति, व्यक्ति अस्ति घटमेव, तत् प्रति ये सिद्धकारणाः सन्ति तेषाम् अन्यथा सिद्धं भवति, तेषां प्रति रासभ इति सिद्धकारणं नास्ति, तथैव रासभ अन्यथा सिद्धं भवति। नाम यद्यपि कमपि घटं प्रति रासभ्यस्य नियतपूर्ववर्तित्वम् अस्ति, तथापि घटजातीयं प्रति तद्व्यक्ते अपि व्यक्ति उत्पत्तो रासभ अन्यथा सिद्धम्। तो रासभ यथा दण्ड चक्र जल मृत्तिका कुलाल इति नियतपूर्ववृत्त आवश्यकी सिद्धकारणानि सन्ति, किन्तु तत् घटजातीयं प्रति घटं निर्माणं प्रति रासभ इति कारणं नास्ति, तस् अथवा अतः तत् अन्यथा सिद्धं भवति। हा, तत्र घटजातीयं प्रति इत्युक्ते किं भगिनि, तस्मिन् विषये किञ्चित् इतोपि वदति वा? घटजातीयं मीन्स् घट सामान्यं जातिः अस्ति घटत्वं, तत् स्वीकृत ये योपि कोऽपि घट अस्ति। हा सत्यम्, इत्युक्ते यत्र यत्र घटत्वम् अस्ति घटत्वम् इति यत्र यत्र तादृशघटाः इति तत्र सत्यं, तत्र घटत्वस्य सदस्याः इति तादृशं वक्तुं शक्नुमः। घटव्यक्तित्वम् इत्युक्ते तत्र केवलम् एकं घटं प्रति तत्र घटजातीयम् इत्युक्ते घटसामान्यं प्रति इत्युक्ते घटमात्रं प्रति इति अपि वक्तुं शक्नुमः किल? सत्यं, तदेव अत्र इत्युक्ते तत्र घटजातिः इति यत्र यत्र अस्ति तत्र तत्र इति इत्युक्ते घटसामान्यं प्रति। अस्तु, वर्धिनी भगिनी भवती पठितुम् इच्छति वा? आं भगिनि। अस्तु, तर्हि भवती अग्रे पठति वा? एतावता बुद्धं यत् पञ्चम अन्यथा सिद्धत्वेन रासभः किपीलिका इत्यादीनां ग्रहणं भवति, नाम ये मध्ये मध्ये कार्याधिकरणे उपस्थितं भवन्ति किन्तु एतादृशं विहाय अनेन पञ्चमान्यथा सिद्धत्वेन अन्यत् किमपि गृह्यते किम्? अस्य बोधनार्थम् अग्रे द्रष्टव्यम्। पञ्चम अन्यथा सिद्धत्वेन रासभः पिपीलिका इत्यादिनम् अन्यथा सिद्धत्वं भवति, नाम ये मध्ये मध्ये कार्याधिकरणे उपस्थितं भवन्ति, अधिकरणे उपस्थितं चेत् अन्यथा मध्ये मध्ये अन्यथा सिद्धत्वमस्ति। तत्र मध्ये मध्ये इत्युक्ते किं? मध्ये मध्ये उपस्थितं भवति इति अस्ति खलु, मध्ये मध्ये सर्वदा नास्ति। सत्यं भगिनि, इत्युक्ते सर्वदा नास्ति, नियमितरूपेण नास्ति, यदा किमपि अस्ति यदा किमपि न स्यात् इति, यदा कदापि अस्ति यदा कदापि न स्यात्। यत्र यत्र उपस्थितमस्ति तत्र अन्यथा सिद्धत्वं तथा वा? न न न, तथा नास्ति, इत्युक्ते तद् नियमितरूपेण पिपीलिका अथवा रासभः इति कार्याधिकरणे नास्ति इति कृत्वा तत् सर्वम् अन्यथासिद्धमेव इति पञ्चम, तत्र पञ्चम अन्यथासिद्ध सिद्धम् इति तदेव वदति खलु, अवश्यक्लिप्त नियत नियतपूर्ववर्तिनः इति। तर्हि तत्र तादृश नियतपूर्ववर्ती नास्ति पिपीलिका रासभः इति कृत्वा तत्तु अन्यथासिद्धम् इति भवति, परन्तु अन्यत्रापि तादृशं भवति वा इति इदानीं प्रश्नः, इत्युक्ते पिपीलिका अपि च रासभः तौ विहाय अन्यदपि स्वीकर्तुं शक्नुमः वा पञ्चमविधान्यता सिद्धत्वम् इति इत्यस्मिन् गुच्छे इति प्रश्नः इदानीं। तर्हि तत्र इतोपि किञ्चित् चिन्तनीयम् इति अग्रे विषयः आगच्छति, अवगच्छति वा? अस्तु अस्तु, तर्हि अग्रे लक्ष्मीभगिनी पठति वा? नियतावश्यकपूर्वभाविनः इति कर्मदायसमासः, तस्य च विग्रहवाक्यम् एतादृशं, नियतश्च असौ आवश्यकः पूर्वभावी च तस्य, एतदेव पञ्चम अन्यतासिद्धस्य लक्षणं, नियतावश्यकपूर्वभाविभिन्नः यः सः अन्यतासिद्धः, नियतावश्यकपूर्वभावभिन्नत्वम् अन्यतासिद्धे, अपि च अस्य अर्थम् आधारीकृत्य इदमेव तु अन्यथासिद्धसाधारणस्य हि सामान्यलक्षणं, न केवलं पञ्चमान्यतसिद्धस्य अपि तु सर्वेषाम् अन्यथासिद्धानां लक्षणं, यतोहि पञ्चमान्यतसिद्धिः अन्यथासिद्धिः पञ्चानाम् एव सङ्ग्रहः। अस्तु, अस्मिन् परिच्छेदे नियतावश्यकपूर्वभाविनः तस्य विवरणमस्ति, पदस्य प्रथमतया तत् सर्वधारयसमासेन निर्मितं पदं विग्रहवाक्यमस्ति, नियतश्च असौ आवश्यकः, नियतश्च असौ आवश्यकः पूर्वभावी च तस्य अस्तु अस्तु, अत्र पदत्रयम् अस्ति, नियतः आवश्यकः पूर्वभावी, नियतश्च असौ आवश्यकः पूर्वादि च तस्य इति तस्य विग्रहवाक्यं। पञ्चमविध अन्यथासिद्धस्य लक्षणवाक्यमपि एतत् अस्ति, नियतावश्यकपूर्वभावे भिन्नः यः सः अन्यथासिद्धः। अस्तु, अग्रे पठित्वा वदामि भगिनि, नियतावश्यकपूर्वभावभिन्नत्वम् अन्यथासिद्धे। अस्तु अस्तु, वाक्यं वदति, अस्तु पञ्चम अन्यताकृतस्य लक्षणवाक्यमस्ति नियतावश्यकपूर्वभावे भिन्नः यः सः अन्यताकृतः. अस्तु, नियतावश्यकपूर्व इत्युक्ते पूर्वभावे इत्युक्ते यदि घटम् इति स्वीकुर्मः, अधुना एव दृष्टवन्तः यदि घटम् इति स्वीकुर्मः चेत् तत्र अवश्यं तत्र अवश्यं दण्डः, चक्रः, कुलालः, मृतिका इत्यादि भावे एव नियमितरूपेण तानि वस्तूनि आवश्यकतया कार्याधिकरणे भवेत्. ते एव ये तेषु द्रव्येषु नियतावश्यकपूर्वभावी अस्ति इत्युक्ते ते भिन्नः तेभ्यः भिन्नः पदार्थः ये सन्ति इत्युक्ते पुनः घटनिर्माण उदाहरणे रासवः वक्पीलिका वा रासवः प्रायः मृत्तिका मृत्तिका आनेतुं रासवस्य उपयोगम् अभवत्. प्रायः मृत्तिकायां पिपीलिका पिपीलिकाः सन्ति. अन्यद्रव्याः ये सन्ति ते अन्यथा सिद्धः, ते एव पञ्चम अन्यथा सिद्धः इति स्वीक्रियते. इत्युक्ते यानि वस्तूनि घटनिर्माणं प्रति न आवश्यकः किन्तु केनचित् कारणेन कार्याधिकरणे उपस्थिताः सन्ति ते नियतावश्यकपूर्वभाविभिन्न पूर्वभावभिन्नः अथवा तेषु द्रव्येषु नियतावश्यकपूर्वभावभिन्नत्वम् इति धर्मः सन्ति. ते एव अन्यथा पञ्चविध अन्यथा सिद्धे स्वीकुर्मः. सम्यक् भवति पुनः अस्तु नियतावश्यकपूर्वभावभिन्नत्वं तेषु भिन्नत्वं तेषु द्रव्येषु सन्ति ते एव पञ्चमेव अन्यथा सिद्धे सत्सिद्धः इति तेषां लक्षणं न तेषां अस्तु लक्षणमिति न केवलं अन्यथा सिद्धः इति स्वीक्रियन्ते. अपि च अस्य अर्थम् आधारीकृत्य इदमेव तु अन्यथासिद्धसाधारणस्य हि सामान्यलक्षणम्. ओ अस्तु, अन्यथासिद्धः यदि अन्यथासिद्धः प्रथमविधं द्विविधं त्रिवित्रैविध्यम् इति न स्वीकुर्मः केवलम् अन्यथासिद्धः एव वदामः तथापि एतदेव अन्यथासिद्धस्य सामान्यलक्षणम् इति स्वीकुर्मः. एतत् अस्मिन् वाक्यमेव अस्य वाक्यः एतत् वाक्यमेव अन्यथासिद्धस्य सामान्यलक्षणमिति वदामः. नियतावश्यकपूर्वभाविभिन्नः यः सः अन्यथासिद्धः इति सः वाक्यम् अन्यथासिद्धस्य सामान्यलक्षणं. किमर्थं चेत् पञ्चम अन्यथासिद्धः सर्वेषाम् अन्यथासिद्धानां एतत् वाक्यं सर्वेषाम् अन्यथासिद्धानां लक्षणमस्ति. किमर्थं चेत् पञ्चम अन्यथासिद्धिः सर्वाणाम् अन्यथासिद्धानां सङ्ग्रहः एव. अन्यथासिद्धः इत्युक्ते यानि वस्तूनि नियमितरूपेण कार्याधिकरणे न यदा कदापि भवन्ति न भवन्ति कार्यं प्रति न आवश्यकः ते सर्वे अन्यथा सिद्धः इति एतत् लक्षणं वाक्यं वदति. सत्यम्, यतोहि तत्र पञ्चमान्यता सिद्धिः इति यद्वयं वदामः तदेव वस्तुतः पञ्चविध अन्यतासिद्धः इति यद्वयं दृष्टवन्तः तेषां सर्वेषां सङ्ग्रहः एव वस्तुतः अस्ति इति. अस्तु तर्हि अग्रे सन्ध्या भगिनी भवती पठति वा? आं भगिनि, एतत् किल अस्य च अवगमनार्थम्, अस्य च अवगमनार्थं प्रायः तत्र परिच्छेदद्वयमपि पठति चेत् सम्यक् इति चिन्तयामि. आं भगिनि, अस्य च अवगमनार्थम् अग्रे इदं वाक्यं बोध्यम्, अवश्यक्लुप्तनियतपूर्ववर्तिन एव कार्यसम्भवे तद्भिन्नम् अन्यथा सिद्धम् इत्यर्थः. अत एव प्रत्यक्षे महत्त्वं कारणम्, अनेकद्रव्यत्वम् अन्यथा सिद्धं, तत्र हि महत्त्वम् महत्त्वम् अवश्यक्लुप्तं तेन अनेकद्रव्यवत्वम् अन्यथा सिद्धम्. तर्हि एतत् पूर्वमपि दृष्टवन्तः, अतः अग्रे पठामि. आरम्भे श्लोके उक्तं नियतावश्यकपूर्वभाविनः, अधुना उच्यते अवश्यक्लुप्तनियतपूर्ववर्तिनः. नाम आरम्भे आवश्यकम् इति पदं प्रयुक्तं, सम्प्रति अवश्यक्लुप्तत्वम् इति परिवर्तनं किमर्थं? द्वयोः मध्ये भेदः अस्ति वा? वार्ता एवम् अस्ति यद् आवश्यकम् इत्यस्य कथनेन पिपीलिका, रासभः इत्यादीनां प्रकटोदाराणां निवारणं सिद्ध्यति. कुत्रचित् किन्तु द्वयोः प्रस्तुतकारणयोः मध्ये किम् आवश्यकं किम् अनावश्यकम् इत्यस्य बोधः कष्टकरः. यथा वक्ष्यमाणे उदाहरणे प्रत्यक्षं प्रति कारणं किम्, एतादृशेषु स्थलेषु आवश्यकम् इत्यस्य एव कथनेन प्रतिपक्षी शङ्काम् आक्षेपति, कथं जानीमः किम् आवश्यकं किं च अनावश्यकम् इति. तस्य निवारणार्थम् इतोपि स्पष्टीकरणार्थम् आवश्यक्लुप्तत्वम् इत्यस्य व्यवहारः कृतः. तर्हि अत्र आरम्भे नियतावश्यकपूर्वभाविनः इति पदमासीत्, तदनन्तरम् अवश्यक्लुप्तनियतपूर्ववर्तिनः इति पदम् इदानीम् आगतम्. तर्हि आरम्भे आवश्यकम् इति पदमासीत्, इदानीम् अवश्यक्लुप्तत्वम् इति तस्य इति पदमस्ति. तर्हि परिवर्तनं किमर्थं कृतमस्ति, द्वयोः मध्ये भेदः कः अस्ति इति चेत्, तत्र आवश्यकम् इति यदि वदामः तत्र पिपीलिका, रासभः इत्यादयः ये तत्र सन्ति तत्र स्पष्टतया दृश्यते यत् तेषाम् आवश्यकता नास्ति. अतः पिपीलिका, रासभः इत्यादीनां प्रकटोदाराणां निवारणं भवति, इत्युक्ते ये स्पष्टतया तत्र कारणत्वं तेषां नास्ति, आवश्यकत्वं नास्ति, तेषां निवारणं भवति. परन्तु कुत्रचित् तत्र स्पष्टं नास्ति आवश्यकं किम् अस्ति, आवश्यकं किं नास्ति इति. यथा तत्र उदाहरणार्थम् अग्रे उदाहरणम् आगच्छति प्रत्यक्षं प्रति किं कारणम् इति. तस्मिन् स्थले केवलं यदि आवश्यकम् इति वदामः तर्हि प्रतिपक्षिणः तत्र प्रश्नः भवति किम् आवश्यकं किम् अनावश्यकम् इति कथं जानीमः. अतः आवश्यकम् इति पदे तत्र प्रश्नः अस्ति, क्लेशः अस्ति, आक्षेपः भवितुं भवति इति कृत्वा तस्य आक्षेपस्य निवारणं कर्तुं स्पष्टतया अपि च वक्तुं तत्र आवश्यक्लुप्तत्वम् इति आवश्यकम् अस्ति इति अत्र विषयः. बहु सम्यक् भगिनि, धन्यवादः. प्रश्नः अस्ति वा अत्र भगिनि? अवश्यक्लुप्तं तत् तस् अर्थः कः न अवगतं? लुप्त नियतपूर्ववर्तिनः तत् मध्ये यः लुप्त आगच्छति तस्य अर्थः कः? सन्ध्या भगिनी वदति वा? तत्र क्लुप्त इति इत्युक्ते यद् स्वीकृतम् अस्ति इति. तर्हि अवश्यक्लुप्तत्वम् इत्युक्ते तद् ये यानि वस्तूनि तत्र स्वीकृतानि सङ्गृहीतानि तेषु वस्तुषु तत्र क्लुप्तत्वम् आगच्छति. क्लुप्त इत्युक्ते यद् सङ्ग्रहणं कृतम् इति. सत्यम् इत्युक्ते आवश्यकेन आवश्यकेन तत्र यत् स्वीकृतम् अस्ति तेषां यद् नियमितरूपेण पूर्ववर्तिनः अस्ति, अपि च आवश्यकमिति कृत्वा स्वीकृतम् अस्ति, ते एव तत्र तेषु एव तत्र कारणता अस्ति, अन्यत्र सर्वत्र अन्यतासिद्धत्वमेव इति. अपि च ते अवश्यमेव क्लुप्ताः भवेयुः वा क्लुप्तानि तानि वस्तूनि भवेयुः इति. अवश्यं क्लुप्तत्वं तेषु अस्ति इत्यपि एकं वक्तुं शक्नुमः. सत्यं धन्यवादः. तर्हि अग्रे महोदय भवानेव पठति वा आरम्भे भगिनि? न, अवश्यक्लुप्तत्वम् इत्युक्ते लाघवम्. अस्तु अवश्यकलुप्तत्वम् इत्युक्ते लाघवं, तच्च लाघवं त्रिविधम्, उपस्थिति कृतं लाघवं, शरीरकृतं लाघवं, सम्बन्धकृतं लाघवं च. अवश्यकृत क्लृप्तत्वम् इत्युक्ते लाघवं, यथा तत्र निवेशयामः अवश्यकलृप्तत्वं, तत् सः धर्मः अस्ति अवश्यकलृप्तत्वं, तेन लाघवं भवति. तत् लाघवं त्रिविधम् अस्ति, उपस्थितिकृतलाघवं, शरीरकृतं लाघवम्, अपि च सम्बन्धकृत लाघवं च. तत् दृष्टान्ते प्रत्यक्षं प्रति किं कारणं, महत्त्वं महत् परिमाणं कारणं वा, अथवा अनेकद्रव्यतत्वं कारणं वा? अनेकद्रव्यतत्वम् इत्युक्ते अनेकैः अव्यभूतद्रव्यैः जन्यत्वम्. अत्र उच्यते यत् प्रत्यक्षं प्रति महत्त्वस्य पूर्ववृत्तित्वम् आवश्यकम् इति अस्माभिः अवश्यं मन्तव्यम् इति कृत्वा, यया रीत्या दण्डः, चक्रं, कुलालः इत्यादीनि घटं प्रति नियत आवश्यकपूर्ववृत्तित्वं, तथा अत्र अपि अनेके द्रव्यत्वस्य तु तथा नास्ति, किन्तु इति कृत्वा तद् अन्यथा सिद्धं. कम् अपि कार्यं प्रति न्यूनातिन्यूनं यद् अपेक्षितं तदेव कारणम् इति आवश्यकपदेन स्वीकृतं. नाम यस्मिन् कार्यकल्पनायाः लाघवं वर्तते तदेव आवश्यकं, तदेव च कारणम् इति उच्यते. एतद्विहाय एतद् अतिरिक्तं सर्वम् अन्यथा सिद्धम्. दृष्टान्ते अत्र प्रत्यक्षं किं प्रत्यक्षं कारणम् अस्ति वा, तत् प्रश्नः उदेति अस्मिन् उदाहरणे. तद् प्रत्यक्षं प्रति किं कारणं, महत्त्वं महत्परिमाणं कारणं वा? तत् भगिनी तत् किञ्चित् साहाय्यम् आवश्यकं तत्. अत्र इदानीं तत्र दृष्टान्तः पूर्वं वयं दृष्टान्तमिति दृष्टवन्तः खलु, तत्र उदाहरणत्वेन प्रत्यक्षमिति कार्यम् इति स्वीकृतवन्तः. तर्हि प्रत्यक्षम् इति यत् कार्यमस्ति तस्य कृते कारणं किम् इति इदानीं प्रश्नः. तत्र महत्त्वम् इत्युक्ते महत्परिमाणम् इति कारणं वा, अथवा अनेकद्रव्यत्वम् इति कारणं वा इति. अनेकद्रव्यत्वं नाम किम्? अनेकद्रव्यत्वम् इत्युक्ते तत्र तत्र अस्ति खलु अनेकद्रव्यत्वम् इति तत्र दत्तं. द्वयोः मध्ये भेदः अस्ति खलु? ओ अहम् अनेकद्रव्यत्वम् इति उक्तवती वा? क्षम्यता, मम दोषः, अनेकद्रव्यवत्वमेव सत्यम्। अनेकद्रव्यवत्वं नाम तत्र अनेकैः अवयभूतद्रव्यैः जन्यत्वम् इति, इत्युक्ते यत्र अनेकद्रव्यवत्वम् अस्ति तत्र अनेकानि द्रव्याणि सङ्गृह्य अस्ति खलु। इत्युक्ते घटः इति यदा वयं स्वीकुर्मः, घटः इति एकं द्रव्यं, परन्तु घटस्य अवयवरूपेण अनेकानि द्रव्याणि सन्ति खलु। तर्हि घटस्य इदानीं वयं घटं पश्यामः चेत्, घटस्य प्रत्यक्षं भवति चेत्, इदानीं घटे महत् परिमाणम् अस्ति इति कृत्वा तस्य प्रत्यक्षं भवति वा? किम् इत्युक्ते किं? तद्वयं पूर्वं दृष्टवन्तः खलु, तत्र परिमाणस्य विषये, तत्र अणुपरिमाणं, महत्परिमाणं, परममहत्परिमाणम् इति, यत्र अणुपरिमाणम् अस्ति तत्र प्रत्यक्ष न भवति, यत्र परममहत्परिमाणम् अस्ति यथा आकाशे तत्रापि प्रत्यक्षं न भवति। अणुपरिमाणम् इत्युक्ते परमाणौ द्वयणुके तथा, यत्र मध्यमपरिमाणम् अथवा महत्परिमाणम् अस्ति तत्र एव प्रत्यक्षं भवति इति प्रत्यक्षस्य विषये यदा वयं दृष्टवन्तः पूर्वं, तत्र वयं तद् पठितवन्तः। तर्हि यत्र तादृशमहत्परिमाणम् अस्ति प्रत्यक्षमपि भवति, तत्र अनेकद्रव्यवत्वमपि अस्ति इति कृत्वा तत्र अत्र प्रश्नः अस्ति यत् प्रत्यक्षं प्रति किं कारणं, महत्त्वम् इति कारणं वा, अनेकद्रव्यवत्वम् इति कारणं वा इति। तर्हि अत्र उच्यते यत् तत्र प्रत्यक्षं प्रति यथा यया रीत्या तत्र घटं प्रति दण्डः अथवा कपालः, चक्रम् इत्यादीनि वयं स्वीकृतवन्तः, तस्य नियत आवश्यकपूर्ववर्तित्वम् अस्ति इति, तद्वत् प्रत्यक्षं प्रति महत्त्वम् इत्यस्मिन् अपि तादृशनियत आवश्यकपूर्ववर्तित्वम् अस्ति इति कृत्वा तदेव कारणम्। अनेकद्रव्यवत्वे तु तादृशनियत आवश्यकपूर्ववर्तित्वं नास्ति इति कृत्वा इति अस्ति। तर्हि तत्र हरिः ओम्, किञ्चित् मध्ये किञ्चित् ध्वनिः आगच्छति भगिनि। अस्तु, तर्हि तत्र आवश्यकम् इति पदेन किं स्वीकृतम् इत्युक्ते न्यूनातिन्यूनं यत् आवश्यकम् एकं कार्यं प्रति तदेव आवश्यकमस्ति, अन्यत् सर्वं तत्र अतिरिक्तमेव, तत्तु आवश्यकं नास्ति इति कृत्वा तत्सर्वम् अन्यथा सिद्धमेव इति। तर्हि अत्र प्रत्यक्षं प्रति न्यूनातिन्यूनं महत्त्वम् इति परिमाणम् आवश्यकम् इति कृत्वा महत्परिमाणं कारणम्, अनेकद्रव्यत्वं तु तादृशं न्यूनातिन्यूनं आवश्यकम् इति, तत्र तादृशं तत्र तस्मिन् आवश्यकता नास्ति इति कृत्वा तत्तु कारणं नास्ति, अन्यथा सिद्धमेव, तदेव अतिरिक्तम् इति एव वदति, इति अपि वदति, इत्युक्ते यस्मिन् तादृश आवश्यकता नास्ति तत् सर्वम् अतिरिक्तम्, यत् अतिरिक्तं तत् अन्यथा सिद्धम्। स्पष्टं वा? अनेकद्रव्यवस्त्वम् अन्यथा सिद्धं भवति प्रत्यक्षं प्रति, केवलं महत् परिमाणमेव आवश्यकं। सत्यम्, तथैव अत्र लिखितमस्ति, कमपि कार्यं प्रति न्यूनातिन्यूनं यत् अपेक्षितं तदेव कारणम् इति आवश्यकपदेन स्वीकृतं, यथा आवश्यकपद तत् निवेशयामः तत्र तेन तस्य अर्थः भवति न्यूनातिन्यूनं अपेक्षितं यत् अपेक्षितं एव कारणम्। अस्तु, तर्हि अग्रे रामप्रिया भगिनी पठति वा? आं भगिनि, एवञ्च येषु वस्तुषु महत्त्वं वर्तते तेषामेव प्रत्यक्षं भवति इति कृत्वा प्रत्यक्षं प्रति महत्त्वं कारणं, यथा पुस्तके, लेखन्यां, सङ्गणके एतादृशेषु द्रव्येषु महत्परिमाणमस्ति तदर्थं तेषां प्रत्यक्षं भवति महत्त्वं विना प्रत्यक्षं न भवति एव परमाणौ द्वयणुके आकाशे च महत्परिमाणं नास्ति, तदर्थम् येषां प्रत्यक्षं न सम्भवति, इत्थञ्च प्रत्यक्षे महत्त्वम् आवश्यकम् इति. इदानीं वदति यत् येषु वस्तुषु महत्त्वम् इत्युक्ते महत्परिमाणं वर्तते तदेव तस्मिन्नेव तेषामेव प्रत्यक्षं भवति, प्रत्यक्षमेव महत्त्वम् इत्यस्य प्रत्यक्षं प्रति महत्त्वं कारणं, प्रत्यक्षम् इति कार्यं तत् प्रति महत्त्वम् इति कारणम्. उदाहरणरूपेण दत्तमस्ति, यदा वयं पुस्तकं वा लेखन्या इति स्वीकुर्मः चेत् तादृशेषु द्रव्येषु तु महत् परिमाणं वर्तते एव, अतः एव वयं तेषां प्रत्यक्षम् इत्युक्ते वयं इन्द्रियेण तस्य ग्रहणं भवति इति. महत्त्वं विना प्रत्यक्षं न भवति. अस्तु, यदा महत् परिमाणं नास्ति तदा प्रत्यक्षं तु न सम्भवति. यदा वयं पूर्वम् अपि दृष्ट परमाणुपरिमाणः इति, प्रायः तत्र एव द्वयणुकम् इति आगच्छति, द्वयणुकं द्वयणुके आकाशे तत्र तु महत्परिमाणं नास्ति, अतः तत्र तस्य प्रत्यक्षं न भवति. अतः एव प्रत्यक्षे महत्त्वस्य आवश्यकम् अस्ति, अतः एव तद् आवश्यकक्लुप्तत्वम् अस्ति इति वक्तुं शक्नुमः. पठामि वा भगिनि? अत्र किन्तु शङ्का उदेति यत् तदा महत्त्वं नियतपूर्ववर्ति तथैव अनेकद्रव्यत्वम् अपि अद्रव्यवत्वम् अपि, यतोहि सर्वाणि प्रत्यक्षयोग्यद्रव्याणि स अवयवाणि, तेषु अनेकद्रव्यवत्वं वर्तते एव, अतः प्रत्यक्षं प्रति अनेकद्रव्यवत्वं किमर्थं कारणं न स्यात्. इदानीं प्रश्नः उदेति, महत्त्वं तु नियतपूर्ववर्ति अस्ति, आम् पूर्वम् अनेकद्रव्यत्वमपि नियतपूर्ववर्ति एव अस्ति, चक्रं कपाल दण्डः चक्रादीनि अनेकद्रव्यत्वम् इति स्वीकुर्मः चेत् तत्रापि नियतपूर्ववर्तित्वम् अस्ति, न अतिरिक्तपदार्थः इति किल. न तत्र दण्डं दण्डः चक्रादीनि इति किमर्थं वदति इत्युक्ते तत्र दण्डस्य प्रत्यक्षम् इति विषये वा अथवा घटकार्यमिति विषये वा? घटकार्यविषये अनेकद्रव्यत्वम् इति स्वीकुर्मः चेत् अत्र अत्र अत्र कार्यं किम्? घटनिर्माणम्. ओहो, क्षम्यतां, प्रत्यक्षं किल. अस्तु अस्तु अस्तु, इदानीम् अवगतम्. तर्हि यत्र तत्र प्रश्नः किमर्थं चेत् यत्र प्रत्यक्षं भवति इत्युक्ते पुस्तकम् इति स्वीकुर्मः चेत् पुस्तकस्य प्रत्यक्षं यदा भवति तत्र यया रीत्या महत्परिमाणम् अस्ति तया एव रीत्या अनेकद्रव्यवत्वमपि अस्ति इत्युक्ते पुस्तके महत्परिमाणम् अस्ति पुस्तके अनेकद्रव्यवत्वमपि अस्ति खलु. तर्हि किमर्थं महत्त्वम् इति नियतपूर्ववर्तित्वं नियत आवश्यकपूर्ववर्तित्वम् इति स्वीकृतवन्तः, किमर्थम् अनेकद्रव्यवत्वं तादृशं न इति इदानीं प्रश्नः. प्रश्नः अवगतः वा? प्रश्नः अवगतः. अस्तु, अनेकद्रव्यत्वम् इत्युक्ते अतिरिक्त पदार्थः इति स्वीकर्तुं तदेव किल? न न, अनेकद्रव्यवत्वम् इत्युक्ते तस्मिन् अनेकानि द्रव्याणि अस्ति इति, इत्युक्ते पुस्तकम् इति स्वीकुर्मः चेत् पुस्तकस्य अवयवाः सन्ति खलु, अवयवाः अपि द्रव्यमेव इति कृत्वा तत्र अनेकद्रव्यवत्वम् इति अस्ति. सत्यम् इत्युक्ते पुस्तकम् अनेकद्रव्यवत्, यतोहि पुस्तके अनेकानि द्रव्याणि अस्ति सन्ति, तर्हि पुस्तकम् अनेकद्रव्यवत्, पुस्तके अनेकद्रव्यवत्वम् अस्ति, पुस्तके महत्परिमाणमपि अस्ति. तर्हि यदा पुस्तकस्य प्रत्यक्षं भवति तदा किमर्थं महत्परिमाणम् इति नियतावश्यकपूर्ववृत्ति इति स्वीकृतं, किमर्थं तत्र अनेकद्रव्यवत्वस्य तादृश स्वीकार्यं नास्ति इति इदानीं प्रश्नः. तस्यापि प्रत्यक्षं भवति एव किल, पुस्तकस्य प्रत्यक्षं तु भवति एव, न पुस्तकस्य अवयवस्य यदा वयं क्षम्यतां भगिनि, तत्र तत्र चिन्तनं तथा नास्ति खलु. इदानीं पुस्तकस्य प्रत्यक्षं भवति, पुस्तकस्य प्रत्यक्षम् इति कार्यं, तस्य कारणं किम् इति प्रश्नः. कारणं तु महत्परिमाणम् इति स्वीकृतवन्तः, तदेव नियतावश्यकपूर्ववर्ति इति, परन्तु पुस्तके अनेकद्रव्यवत्वमपि अस्ति. पूर्वं वयम् उक्तवन्तः यद् अनेकद्रव्यवत्वम् इति अतिरिक्तं, तत्तु अन्यथा सिद्धमेव, महत्परिमाणमेव नियतावश्यकपूर्ववर्तित्वं महत्परिमाणे एव अस्ति इति कृत्वा तदेव कारणम् इति उक्तवन्तः. परन्तु इदानीं प्रतिपक्षी इत्युक्ते प्रश्नः आगच्छति, प्रतिपक्षी अपि अग्रे आगत्य वदति, तत्र प्रश्नः अस्ति यत् केन उपायेन तादृशस्वीकार्यम् अभवत् इत्युक्ते महत्परिमाणम् इति कारणम् अनेकद्रव्यवत्वम् इति अतिरिक्तं विपरीतदिश्यां किमर्थं न कृतम् इति प्रश्नः इदानीम् अस्तु. तर्हि अग्रे सरला भगिनी पठति वा? आं भगिनि. उत्तरत्वेन सिद्धान्ती वदति यत् पूर्वमपि उक्तं यत् कमपि कार्यं प्रति न्यूनातिन्यूनं यत् अपेक्षितं तदेव कारणम् इति आवश्यकपदेन स्वीकृतं. महत्त्वं नियता आवश्यकपूर्ववृत्तिः अस्ति इति मन्तव्यमेव. यदा महत्त्वेन एव कार्यं सिद्ध्यति, नाम यदा तदेव पर्याप्तं, तदा तद् अतिरिक्तं मास्तु, अतः अनेकद्रव्यवत् असिद्धं. सिद्धान्ति तस्य उत्तरं ददाति, कथं महत्त्वम् इति नियतपूर्ववृत्तित्वं तस्मिन् अस्ति, न तु अनेकद्रव्यवतत्वे. ते वदन्ति यत्कपि अत्र कार्यमस्ति प्रत्यक्षं, प्रत्यक्षं प्रति अनेकद्रव्यवतत्वम् अपि महत्त्वं, द्वयोः पूर्व नियतापूर्ववृत्तित्वम् अस्ति, किन्तु कथं महत्त्वम् एव नियतापूर्ववृत्तित्वं स्वीकुर्मः, न तु अनेकद्रव्यवतत्वं. तस्य उत्तरमस्ति न्यूनातिन्यूनम् इति अपेक्षं. यदि महत्त्वेन कार्यं सिद्ध्यति तत् अतः तदनन्तरम् अनेकद्रव्यम् तस्य का आवश्यकता भवति, तस्य आवश्यकता न भवति, अतः महत्त्वम् इति कारणं भवति, न तु अनेकद्रव्यम् तत् भवति अन्यथा सिद्धम्. अस्तु अग्रे सन्ध्या भगिनी. आम्, अत्र प्रतिपक्षी आक्षेपति यत् वस्तुतस्तु द्वयमपि महत्त्वं च अनेकद्रव्यवत्वं च नियतपूर्ववर्ति, अस्यां दशायां किमर्थं न विपरीतत्वेन वदेम यद् अनेकद्रव्यवत्वं नियतावश्यकपूर्ववर्ति, तेन एव कार्यं सिद्ध्यति इति कृत्वा तस्मिन्नेव लाघवं, तदेव पर्याप्तं, महत्त्वम् अत्र अतिरिक्तम् इत्यस्मात् असिद्धम्. अस्यां शङ्कायां भोः सिद्धान्ति, भवतः किं विनिगमकं, का निर्णायकयुक्तिः? तर्हि अत्र यथा पूर्वमपि दृष्टम्, अनेकद्रव्यवत्वम् अपि च महत्त्वत्वम् इति महत्त्वम् इति द्वयमपि अस्ति. तर्हि तत्र पूर्वं सिद्धान्तिना उक्तं महत्त्वम् एव स्वीकुर्मः तत्र प्रत्यक्षं प्रति कारणम्. अनेकद्रव्यवत्वम् इति अतिरिक्तमस्ति, तस्य आवश्यकता नास्ति, अतः असिद्धम्. तर्हि अत्र इदानीं प्रश्नः अस्ति प्रतिपक्षिणः, किमर्थं विपरीतं न कुर्मः? यतोहि द्वयमपि पूर्ववर्ती नियतपूर्ववर्ती अस्ति यस्य कस्यापि प्रत्यक्षस्य. महत्त्वमपि नियतपूर्ववर्ती अस्ति, अनेकद्रव्यवत्वम् अपि अस्ति एव. तर्हि किमर्थं वयं महत्त्वम् इति त्यक्त्वा तत्र अनेकद्रव्यवत्वम् एव किमर्थं न स्वीकुर्मः? यतोहि तस्मिन्नपि नियतावश्यकपूर्ववर्तित्वम् अस्ति इति कृत्वा तस्मिन्नेव लाघवम् इति किमर्थं न वदामः? महत्त्वम् एव अतिरिक्तं महत्त्वम् अधुना अन्यथा सिद्धम् इति वयं किमर्थं न स्वीकुर्मः? अत्र द्वयोः मध्ये चयनं कथं कुर्वन्ति, तत्र निर्णयं कथं कुर्वन्ति भवन्तः इति सिद्धान्तिनः प्रतिपक्षी पृच्छति अत्र. इति तावत् पर्यन्तमेव शनिवासरे अपि कृतवन्तः. अग्रे तत्र सिद्धान्ति आगत्य समाधानं ददाति इति चिन्तयामि. तर्हि वद्वयम् अग्रिमकक्षायां पठेम. एतावत्पर्यन्तं प्रश्नः अस्ति वा? अस्तु, तर्हि अद्य अत्र स्थगयितुं शक्नुमः. धन्यवादः, शुभरात्रिः. धन्यवादः भगिनी. धन्यवादः.